पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 12 सुमनोवाच ऋणसम्बन्धिनं पुत्रं प्रवक्ष्यामि तवाग्रदः ऋणं यस्य गृहीत्वा यः प्रयादि मरणं किल अर्थदादा सुतो भूत्वा भ्राता चाथ पिता प्रिया मित्ररूपेण वर्तेद अधिदुष्टः स दैवसः गुणं नैव प्रपश्येद सक्रूरो निष्ठुराकृतिः जल्पदे निष्ठुरं वाक्यं सदैव स्वजनेषु च मिष्टं मिष्टं समश्नादि भोगान् भुञ्जन्ति नित्यशः द्यूतकर्मरदो नित्यं चौरकर्मणि सस्पृहः गृहद्रव्यं बलाद्भुङ्क्ते वार्यमाणः स कुप्यति पितरं मातरं चैव कुत्सते च दिने दिने द्रावकस्त्रासकश्चैव बहु निष्ठुरजल्पकः एवं भुक्त्वाध तद्द्रव्यं सुखेन परितिष्ठति जातकर्मादिभिर्बाल्ये द्रव्यं गृह्णादिदारुणः पुनर्विवाहसम्बन्धान् नानाभेदैरनेकधा एवं संजायते द्रव्यमेव मे ददात्यपि गृहक्षेत्राधिकं सर्वं ममैव हि न संशयः पितरं मातरं चैव हिनस्त्येव दिने दिने सुखण्डैर्मुशलैश्चैव सर्वखादैः सुदारुणैः मृते तु तस्मिन् पितरि मातर्येवादिनिष्ठुरः निःस्नेहो निष्ठुरश्चैव जायते नात्र संशयः श्राद्धकर्माणि दानानि न करोति कदैव सः एवं विधाश्च वैपुत्रा प्रभवन्ति महीतले रिपुं पुत्रं प्रवक्ष्यामि तवाग्रे द्विजपुङ्गव बाल्ये वयसि सम्प्राप्ते रिपुत्वे वर्तते सदा पितरं मातरं चैव क्रीडमानो हि ताडयेद ताडयित्वा प्रयात्येव प्रहस्यैव पुनः पुनः पुनरायादि संत्रस्तः पितरं मातरं प्रति सक्रोधो वर्तते नित्यं कुत्सते च पुनः पुनः एवं संवर्तते नित्यं वैरकर्मणि सर्वदा पितरं मारयित्वा च मातरं च ततः पुनः प्रयात्येवं स दुष्टात्मा पूर्ववैरानुभावदः अधाद सम्प्रवक्ष्यामि यस्माल्लभ्यं भवेत्प्रियं जातमात्रप्रियं कुर्यात् बाल्ये लालनक्रीडनैः वयप्राप्य प्रियं कुर्यान्मातृपित्रोरनन्तरं भक्त्या सन्तोषये नित्यं तावुभौ परितोषयेद स्नेहेन वचसा चैव प्रियसम्भाषणेन च मृते गुरौ समाज्ञाय स्नेहेन रुदते पुनः श्राद्धकर्माणि सर्वाणि पिण्डदानादिकां क्रियां करोत्येव सुदुःखार्थस्तेभ्यो यात्रां प्रयच्छति ऋणत्रयान्वितस्नेहात् भुञ्जापयदि नित्यशः यस्माल्लभ्यं भवेत् कान्तः प्रयच्छदि न संशयः पुत्रो भूत्वा महाप्राज्ञ अनेन विधिना किल उदासीनं प्रवक्ष्यामि तवाग्रे प्रियसाम्प्रतम् उदासीनेन भावेन सदैव परिवर्तते ददाति नैव गृह्णाति न च कुप्यदि तुष्यति नो वा ददाति संत्यज्य उदासीनो द्विजोत्तम तवाग्रे कथितं सर्वं पुत्राणां गतिरीदृशी यथा पुत्रस्तथा भार्या पिता मादाथ बान्धवाः भृत्याश्चान्ये समाख्याताः पशवस्तुरगास्तथा गजा महिष्यो दासाश्च ऋणसम्बन्धिनस्त्वमी गृहीतं न ऋणं तेन आवाभ्यां तु न कस्यचिद् न्यासमेवं न कस्यापि कृतं वै पूर्वजन्मनि धारयावो न कस्यापि ऋणं कान्त शृणुष्व हि न वैरमस्ति केनापि पूर्वजन्मनि वै कृतम् आवाभ्यां हि न विप्रेन्द्र न त्यक्तं हि तथा पदे एवं ज्ञात्वा शमं गच्छत्यज चिन्तामनर्थकीं कस्य पुत्रा प्रिया भार्या कस्य स्वजनबान्धवाः हृतं न चैव कस्यापि नैव दत्तं त्वया पुनः कथं हि धनमायादि विस्मयं व्रजमाधव प्राप्तव्यमेव यत्रैव भवेद्द्रव्यं द्विजोत्तम अनायासेन हस्ते हि तस्यैव परिजायते यत्नेन महता चैव द्रव्यं रक्षति मानवः व्रजमानो व्रजत्येव धनं तत्रैव तिष्ठति एवं ज्ञात्वा शमं गच्छ जहि चिन्तामनर्थकीं कस्य पुत्राः प्रिया भार्या कस्य स्वजनबान्धवाः कस्य नास्ति संसारे असम्बन्धाद्विजोत्तम महामोहेन सम्मूढा मानवा पापचेतसः इदं गृहमयं पुत्र इमानार्यो ममैव हि अनृतं दृश्यते कान्त संसारस्य हि बन्धनम् एवं सम्बोधितो देव्या भार्यया प्रियया तदा पुनः प्राहप्रियां भार्यां सुमनां ज्ञानवादिनीं सोम शर्मोवाच सत्यमुक्तं त्वया भद्रे सर्वसन्देहनाशनं तथापि वंशमिच्छन्ति साधव सत्यपण्डिताः यथा पुत्रस्य मे चिन्ता धनस्य च तथा प्रिये येन केनाप्युपायेन पुत्रमुत्पादयाम्यहम् सुमनोवाच पुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलं सत्पुत्रेण महाभाग पिता माता च जन्तवः एकः पुत्रो वरो विद्वान् बहुभिर्निर्गुणैस्तु किम् एकस्तारयदे वंशमन्ये सन्तापकारकाः पूर्वमेव मया प्रोक्तमन्ये सम्बन्धगामिनः पुण्येन प्राप्यते पुत्रः पुण्येन प्राप्यते कुलं सुगर्भप्राप्यते पुण्यैस्तस्मात् पुण्यं समाचर जातस्य मृतिरेवास्ति जन्म एव मृतस्य च सुजन्म प्राप्यते पुण्यैर्मरणं तु तथैव च सुखं धनचयःकान्तभुज्यते पुण्यकर्मभिः सोमशर्मोवाच पुण्यस्याचरणं ब्रूहि तथा जन्मान्यपि प्रिये सुपुण्यकीदृशो भद्रे वद पुण्यस्य लक्षणं सुमनोवाच आदौ पुण्यं प्रवक्ष्यामि यथा पुण्यं श्रुतं मया पुरुषो वाधवानारी यथा नित्यं च वर्तते यथा पुण्यैः समाप्नोति कीर्तिं पुत्रान् प्रियान्धनम् पुण्यस्य लक्षणं कान्तः सर्वमेव वदाम्यहम् ब्रह्मचर्येण सत्येन मखपञ्चकवर्तनैः दानेन नियमैश्चापि क्षमा शौचेन वल्लभ अहिंसया सुशक्रिया च अस्तेयेनापि वर्तनैः येदैर्दशभिरङ्गैस्तु धर्ममेवं प्रपूरयेद् सम्पूर्णो जायते धर्मो ग्रासैर्भोगो यथोदरे धर्मं सृजति धर्मात्मा त्रिविधेनैव कर्मणा तस्य धर्मप्रसन्नात्मा पुण्यमेवं तु प्रापयेद् यं यं चिन्तयते प्राज्ञस्तं तं प्राप्नोति दुर्लभं सोमशर्मोवाच कीदृङ्मूर्तिस्तु धर्मस्य कान्याङ्गानि जभामिनि प्रीत्या कथयमेकान्ते श्रोतुं श्रद्धा प्रवर्तते सुमनोवाच लोके धर्मस्य वै मूर्तिकैर्दृष्टा न द्विजोत्तम अदृश्यवर्त्मा सत्यात्मानदृष्टो देवदानवैः अत्रिवंशे समुत्पन्नो अनसूयात्मजो द्विजः तेन दृष्टो महाधर्मो दत्तात्रेयेण वै सदा द्वावेतौ तु महात्मानौ कुर्वाणौ तप उत्तमं धर्मेण वर्तमानौ तौ तपसा च बलेन च इन्द्राधिकेन रूपेण प्रशस्तेन भविष्यदः दशवर्षसहस्रं तौ यावत्तु वनसं स्थितौ वायुभक्षौ निराहारौ संजातौ शुभदर्शनौ दशवर्षसहस्रं तु तावत्कालं तपोर्जितं सुसाध्यमानयोश्चैव तत्र धर्मप्रदृश्यते पञ्चाग्निः साध्यते द्वाभ्यां तावत्कालं द्विजोत्तम त्रिकालं साधितं तावन्निराहारं कृतं तथा जलमध्ये स्थितौ तावद्दत्तात्रेयो यदिस्तथा दुर्वासास्तु मुनिश्रेष्ठस्तपसा चैव कर्षितः धर्मं प्रति सधर्मात्मा चुक्रोध मुनिपुङ्गवः क्रुद्धे सदि महाभाग तस्मिन्मुनिवरे तदा अध धर्मसमायादस्वरूपेण च वै तदा ब्रह्मचर्यादिभिर्युक्तस्तपोभिश्च स बुद्धिमान् सत्यं ब्राह्मणरूपेण ब्रह्मचर्यं तथैव च तपस्तु द्विजवर्योऽस्ति दमः प्राज्ञो द्विजोत्तमः नियमस्तु महाप्राज्ञो दानवेन तथैव च अग्निहोत्रिस्वरूपेण ह्यात्रेयं हि समागताः क्षमा शान्तिस्तथा लज्जा चाहिंसा च ह्यकल्पना यदा सर्वा समायाता स्त्रीरूपास्तु द्विजोत्तमा बुद्धिप्रज्ञादया श्रद्धा मेधा सत्कृति शान्तयः पञ्चयज्ञास्तथा पुण्या साङ्गा वेदास्तु ते तदा स्वस्वरूपधराश्चैव ते सर्वे सिद्धिमागताः अज्ञाधानादयः पुण्या अश्वमेधादयस्तथा रूपलावण्यसंयुक्ता सर्वाभरणभूषिताः दिव्यमालाम्बरथरा दिव्यगन्धानुलेपनाः किरीटकुण्डलोपेदा दिव्याभरणभूषिताः दीप्तिमन्दस्वरूपास्ते तेजोज्ज्वालाभिरावृताः एवं धर्मसमायाध परिवारसमन्वितः यत्र तिष्ठति दुर्वासा क्रोधनः कालवत्तदा धर्म उवाच कस्मात् कोपकृतो विप्रभवांस्तपः समन्वितः क्रोधो हि नाशयेच्छ्रेयस्तप एव न संशयः सर्वनाशकरस्तस्मात् क्रोधं तत्र विवर्जयेत् स्वस्थो भवद्विजश्रेष्ठ उत्कृष्टं तपः फलम् दुर्वासा उवाच भवान् को हि समायाद एतैर्द्विजवरैः सह सप्तनार्यः प्रतिष्ठन्ति सुरूपाः समलङ्कृताः कथयस्व ममाग्रे त्वं विस्तरेण महामते धर्म उवाच अयं ब्राह्मणरूपेण सर्वतेजस्समन्वितः दण्डहस्तः सुप्रसन्नः कमण्डलुधरस्तथा तवाग्रे ब्रह्मचार्योऽयं सोऽयं पश्य समागतः अन्यं पश्यस्व वै त्वं च दीप्तिमन्दं द्विजोत्तम कपिलं पिङ्गलाक्षं च सत्यमेनं द्विजोत्तम तादृशं पश्य धर्मात्मन् वैश्वदेवसमप्रभं यत्तपोहि त्वया विप्र सर्वदेवसमाश्रितम् एदं पश्य महाभाग तव पार्श्वसमागतं प्रसन्न वा दीप्तियुक्तः सर्वजीवदयापरः दम एव तथा यां ते यः पोषयति सर्वदा जटिलकर्कशपिङ्गो ह्यदि तीव्रो महाप्रभुः नाशको हि सपापानां खड्गहस्तो द्विजोत्तम अभिशान्तो महापुण्यो नित्यक्रिया समन्वितः नियमस्तु समायादस्तव पार्श्वे द्विजोत्तम अनिर्मुक्तो महादीप्तशुद्धस्फटिकसन्निभः पयत्कमण्डलुकरो दन्तकाष्ठधरो द्विजः शौच एष समायातो भवतः सन्निधाविह अधिसाध्वी महाभागा सत्यभूषणभूषिता सर्वभूषणशोभाङ्गी शुश्रूषेयं समागदा अधिधीरा प्रसन्नाङ्गी गौरी प्रहसिताननः पद्महस्ता इयं धात्री पद्मनेत्रा सुपत्मिनी दिव्यैराभरणैर्युक्ता क्षमा प्राप्ता द्विजोत्तम अधिशान्ता सुप्रतिष्ठा बहुमङ्गलसंयुता दिव्यरत्नकृता शोभा दिव्याभरणभूषिता तव शान्तिर्महाप्राज्ञज्ञानरूपा समागता परोपकारकरणा बहु सत्यसमाकुला मिदभाषा सदैवासौ अकल्पाधे समागता प्रसन्ना साक्षमायुक्ता सर्वाभरणभूषिता पद्मासना सुरूपा सा श्यामवर्णा यशस्विनी अहिंसेयं महाभागा भवन्तं तु समागता तप्तकाञ्चनवर्णाङ्गी रक्ताम्बरविलासिनी सुप्रसन्ना सुमन्द्रा च यत्र तत्र न पश्यति ज्ञानभावसमाक्रान्ता पुण्यहस्ता तपस्विनी मुक्ताभरणशोभाढ्या निर्मला चारुहासिनी इयं श्रद्धा महाभाग पश्य पश्य समागता बहुबुद्धिसमाक्रान्ता बहुज्ञानसमाकुला सुभोगासक्तरूपा सा सुस्थिता चारुमङ्गला सर्वेष्टध्यानसंयुक्ता लोकमाता यशस्विनी सर्वाभरणशोभाढ्या पीनश्रोणिपयोधरा गौरवर्णासमायादा माल्यवस्त्रविभूषिता इयं मेधा महाप्राज्ञ तवैव परिसंस्थिता हंसचन्द्रप्रदिकाशा मुक्ता हारविलम्बिनी सर्वाभरणसम्भूषा सुप्रसन्ना मनस्विनी श्वेतवस्त्रेण संविदा शतपत्रं शये कृतं पुस्तककरा पङ्कजस्ता राजमाना सदैव हि येषा प्रज्ञा महाभागभाग्यवन्तं समागदा लाक्षारससमावर्णा सुप्रसन्ना सदैव हि पीतपुष्पकृता माला हारकेयूरभूषणा मुद्रिका कङ्कणोपेदा कर्णकुण्डलमण्डिता पीतेन वा ससा देवी सदैव परिराजते त्रैलोक्यस्योपकाराय पोषणाय द्वितीयका यस्या शीलं द्विजश्रेष्ठ सदैव परिकीर्तितं सेयं दयासु सम्प्राप्ता तव पार्श्वे द्विजोत्तम इयं वृद्धा महाप्राज्ञभावभार्या तपस्विनी मम माता द्विजश्रेष्ठ धर्मोऽहं तव सुव्रता इति ज्ञात्वा शमं गच्छ मामेवं परिपालय दुर्वासा उवाच यदि धर्मसमायादो मत्समीपं तु साम्प्रतं यदन्मे कारणं ब्रूहि किं ते धर्मकरोम्यहं धर्म उवाच कस्मात् क्रुद्धोऽसि विप्रेन्द्र किमेतैर्विप्रियं कृतं तन्मे त्वं कारणं ब्रूहि दुर्वासो यदि मन्यसे दुर्वास उवाच येनाहं कुपितो देव तदिदं कारणं शृणु दमशौचै सुसंक्लेशै शोधितं कायमात्मनः लक्षवर्षप्रमाणं वै तपश्चर्या मया कृता एवं पश्यसि मामेवं दया तेन प्रवर्तते तस्मात् क्रुद्धोऽस्मि तेद्यैव शापमेवं ददाम्यहम् एवं श्रुत्वा तदा तस्य तमुवाच महामतिः धर्म उवाच मयि नष्टे महाप्राज्ञलोको नाशं समेष्यति दुःखमूलमहं ताद निकर्षामि भृश्यं द्विज सौख्यं पश्चादहं दद्मि यदि सत्यं न मुञ्चति पापोऽयं सुखमूलस्तु पुण्यं दुःखेन लभ्यते पुण्यमेवं प्रकुर्वाणः प्राणी प्राणान्विमुञ्चति महत्सौख्यं ददाम्येवं परत्र च न संशयः दुर्वास उवाच सुखं येनाप्यदेतेन परं दुःखं प्रपद्यते तत्त्वमर्त्यः परित्यज्य अन्येनाभिप्रभुज्यते तत्सुखं को विजानादि निश्चयं नैव पश्यति तच्छ्रेयो नैव पश्यामि अन्यायं हि कृतं तव येन कायेन क्रियते भुज्यते नैव तत्सुखम् अन्येन क्रियते क्लेशमन्येनापि प्रभुज्यते तत्सुखं को विजानादि चान्यायं धर्ममेव वा अन्येन क्रियते क्लेशमन्येनापि सुखं पुनः भुनक्तिपुरुषो धर्म तत्सर्वं श्रेयसायुधं पुण्यं चैव अनेनापि अनेन फलमश्नुते क्रियमाणं पुनः पुण्यमन्येन परिभुज्यते तत्सर्वं हि सुखं प्रोक्तं यत्तथा यस्य लक्षणं धर्मशास्त्रोदितं चैव कृतं सर्वत्र नान्यथा येन कायेन कुर्वन्ति तेन दुःखं सहन्ति ते परत्र तेन भुञ्जन्ति अनेनापि तथैव च इति ज्ञात्वा स धर्मात्मा भवान् समवलोकयेत् यथा चौरा महापापा स्वकायेन संहतिते दुःखेन दारुणं तीव्रं तथा सुखं कथं न हि धर्म उवाच येन कायेन पापाश्च संचरन्ति हि पादकं तेन पीडां सहन्त्येव पादकस्य हि तत्फलम् दण्डमेकं परं दृष्टं धर्मशास्त्रेषु पण्डितैः तं धर्मपूर्वकं विद्धि यदैर्न्यायैस्त्वमेव हि दुर्वासा उवाच एवं न्यायं न मन्येऽहं तथैव शृणु धर्मराट शापत्रयं प्रदास्यामि क्रुद्धोऽहम् तव नान्यथा धर्म उवाच यदा क्रुद्धो महाप्राज्ञ मामेव हि क्षमस्व च नैव क्षमसि विप्रेन्द्रदासीपुत्रं हि मां कुरु राजानं तु प्रकर्तव्यं चाण्डालं च महामुने प्रसादसुमुखो विप्रणतस्य सदैव हि दुर्वासाश्च ततः क्रुद्धो धर्मं चैव शशापः दुर्वासा उवाच राजा भवत्वं धर्माद्य दासीपुत्रश्च नान्यथा गच्छ चाण्डालयोनिं च धर्मत्वं स्वेच्छया व्रज एवं शापत्रयं दत्त्वा गतोऽसौ द्विजसत्तमः अनेनाभिप्रसङ्गेन दृष्टो धर्मः पुरा किल सोमशर्मोवाच धर्मस्तु कीदृशो जातस्तेन शक्तो महात्मना तद्रूपं तस्य मे ब्रूहि यदि जानासि भामिनि सुमनोवाच भरतानां कुले जादो धर्मो भूत्वा युधिष्ठिरः विदुरो दासीपुत्रस्तु अन्यं चैव वदाम्यहम् यदा राजा हरिश्चन्द्रो विश्वामित्रेण कर्षितः तदा चाण्डालदां प्राप्तः स हि धर्मो महामतिः एवं कर्मफलं भुक्तं धर्मेणापि महात्मना दुर्वाससो हि शापाद्वै सत्यमुक्तं तवाग्रतः इति श्रीपद्मपुराणे भूमिखण्डे सोमशर्माख्याने सोमशर्मसुमनासंवादे द्वादशोऽध्यायः ॐ